पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 172 महादेव उवाच तस्मात् तीर्थात् परं तीर्थं नीलकण्ठे दिविश्रुतं तस्य वै दर्शनं कार्यं मुक्तिं चैवेच्छदा सदा बिल्वपत्रैस्तथा धूपैर्दीपैर्वाथ सुरेश्वरी वाञ्छितं लभते मर्त्यो नीलकण्ठस्य दर्शनाद उपवासपरो देवि निर्जनेऽसौ स्थितः सदा यद्यद्वाञ्छन्ति ये लोकांस्तेषां तत्तद्दधादि च कलौ साधु महादेवि विख्याता काश्यपीति वै इति श्रीपाद्मे महापुराणे उत्तरखण्डे नीलकण्ठमाहात्म्यं नाम द्विसप्तत्यधिकशततमोऽध्यायः ओम्।